पद्मपुराणं खण्डं 7 क्रियाखण्डम् अध्यायं 1 श्रीगणेशाय नमः। अथ क्रियायोगसारखण्डमारभ्यते। लक्ष्मीनाथपदारविन्दयुगलं ब्रह्मेश्वराद्यामरश्रेणी नम्रशिरोलिरोलिमा अमलं वन्दामहे सततं भक्त्या योगिमनस्तडाग सुषुमासन्दोहपुष्यतमं गङ्गाम्भोमकरं दविन्दुनिकरं संसारदुःखापहं यो मूर्तिर्बहुधा विधाय भगवान् नक्षन्नशेषं जगद्यत्पादार्चनतत्परा न हि पुनर्मज्जन्ति विश्वार्णवे सर्वप्राणिहृदम्बुजेषु वसतिर्यस्य प्रभोः सततं रम्यक्रोडवपुर्धराय हरये देवाय तस्मै नमः। वेदेभ्य उद्धृत्य समस्तधर्मान्योऽयं पुराणेषु जगाददेवः व्यासस्वरूपेण जगद्धिताय वन्देदमेदं कमलासमेदम्। एकदा मुनयः सर्वे सर्वलोकहितैषिणः सुरम्ये नैमिषारण्ये गोष्ठीं चक्रुर्मनोरमां तत्रान्तरे महातेजाव्यासशिष्यो महायशाः सुदशिष्यगणैर्युक्तः समायादो हरिं स्मरन् समायान्तं समालोक्य सुदं शास्त्रार्थपारगम् नेमुः सर्वे समुद्धाय शौनकाद्यास्तपोधनाः सोऽपि तान् सहसा भक्त्या मुनीन् परमवैष्णवान् ननाम दण्डवद्भूमौ सर्वधर्मविदाम्बरः वरासने महाबुद्धिस्तैर्दत्ते मुनिसत्तमैः उवास ह मुनिर्मध्ये सर्वै शिष्यगणैर्वृतः तत्रोपविष्टं तं सूदं शौनको मुनिसत्तमः बद्धाञ्जलिरिमां वाचमुवाच विनयान्वितः। शौनक उवाच महर्षे सूद सर्वज्ञ कलिकाले समागते केनोपायेन भगवन् भूरिभक्तिर्भवेन्नृणाम्। कलौ सर्वे भविष्यन्ति पापकर्मरता जनाः वेदविद्याविहीनाश्च तेषां श्रेयः कथं भवेद्। कलावन्नगदाः प्राणा लोकाः स्वल्पायुषस्तथा निर्धनाश्च भविष्यन्ति नानादुःखप्रपीडिताः। प्रया ससाध्यं सुकृतं शास्त्रेषु क्रियते द्विज तस्मात् केऽपि करिष्यन्ति कलौ न सुकृतं जनाः। सुकृतेषु विनष्टेषु प्रवृत्ते पापकर्मणि स वंशाः प्रलयं सर्वे गमिष्यन्ति दुराशयाः। स्वल्पशमैरल्पवित्तैरल्पकालैश्च सत्तम यथा भवेन्महापुण्यं तद्वै कथय सूतज। यस्योपदेशदः पुण्यं पापं वा कुर्वते जनाः स तद्भागी भवेन्मर्त्य इति शास्त्रेषु निश्चितम्। पुण्योपदेशः स दह्यः कैदवैश्च विवर्जितः पापमार्गविरोधी च चत्वारः केशवोपमाः। ज्ञानं सम्प्राप्य संसारे यः परेभ्यो न यच्छति ज्ञानरूपी हरिस्तस्मै प्रसन्न इव नेक्षते। ज्ञानरत्नैश्च रत्नैश्च परः सन्तोषकृन्नरः। स ज्ञेयः सुमतिर्नूनं नररूपधरो हरिः। त्वमेव मुनिशार्दूल वेदवेदाङ्गपारगः। त्वहृदे न हि वक्तान्यो यतस्त्वं व्यासशासितः। सूत उवाच धन्योऽसि त्वं मुनिश्रेष्ठत्वमेव वैष्णवाग्रणीः। यतः समस्तलोकानां हितं वाञ्छसि सर्वदा। शृणु शौनक वक्ष्यामि यत्त्वया श्रोतुमिच्छितं सर्वलोकहितार्थाय वैष्णवानां विशेषतः। पृष्टो जैमिनिना सर्वं यदुवाच शृणुष्व तद् महर्षिर्जैमिनिर्नाम योगाभ्यासरतः सदा। प्रणम्य शिरसा व्यासं पप्रच्च मुनिसत्तमः। जैमिनिरुवाच भगवन् सर्वधर्मज्ञव्यास सत्यवदीसुत कलौ कस्माद् भवेन्मोक्षस्तन्ममाचक्ष्व मूलतः। सूत उवाच जैमिनेर्वचनं श्रुत्वा व्यासः सन्तुष्ट मानसः। प्रारेभे मुनिशार्दूल कथां मङ्गलसंयुतां व्यास उवाच जैमिने मुनिशार्दूल धन्योऽसि त्वं महामदे नारायणकथां श्रोतुं यदो वाञ्छसि सर्वदा। सत्कथाश्रवणे बुद्धिर्यस्य यस्य प्रवर्तते तस्य तस्य भवेत् ज्ञानं ज्ञानं मोक्षप्रदं विदुः। न वैष्णवकथा यस्मै रोचते पापिने भुवि। वृद्धैव सृष्ट्वा विधिना भूमिर्भारवदीकृता कथायै जगदी वक्तुं श्लाघ्यते वैष्णवैर्जनैः। तां मिथ्यामिव यो वक्त्री सज्ञेयः पापिनां वरः। यस्मिन् दिने मुनिश्रेष्ठः श्रूयते न हरे कथा तद्दिनं दुर्दिनं मन्ये खनच्छन्नं न दुर्दिनं यत्र यत्र महीभागे वैष्णवी वर्तते कथा। साम्निध्यं तत्र भगवान्न जहादि कदाचन यो वैष्णव कथारम्भे विघ्नकृन् मानवो भवेद। तमेव शत्वा भगवान् दैवतैः सह गच्छति। प्रभावं वासुदेवस्य श्रुत्वा हृष्यन्ति ये जनाः। ज्ञेयास्त एव देवांशाः पूज्या दृश्याश्च सत्तमाः। नारायणप्रभावं ये श्रुत्वा चोपहसन्ति वै। ते विज्ञेया दानवांश नरा नरकभागिनः। तत्र तीर्थानि सर्वाणि गङ्गादीनि द्विजोत्तम। देवर्षयश्च देवाश्च मुनयश्च तपोधनाः। शृण्वदां लोकसङ्खानां पापव्याधिविनाशनी। नारायणकथा यत्र वर्तते प्रतिवासरं मुने क्रियायोगसारं बह्वर्थं पावनाशनं नारायणकथोपेतं सेदिहासं निशामय इति श्रीपाद्मे महापुराणे क्रियायोगसारे जैमिनिव्याससंवादे प्रथमोऽध्यायः ओम्।